सर्वेभ्यो नमः, स्वागतं। तर्हि अस्माकं कर्मणि भावे लुङ् इति करपत्रम् अनुवर्तते। अत्र ग्रहदातुम् आरभ्य वयं पश्यामः। अरुणा भगिनी पठति किं भगिनि? आं भगिनि, ग्रह्दातु ग्रहे ग्रहे लिति दीर्घः ग्रहो सम्यक् ग्रहो लिति दीर्घः एकाच् ग्रह् धातोः इडागमस्य दीर्घ आदेशो भवति अलिटि। विहितस्य इत्यस्य अध्याहारः येन निजन्तग्रहिधातोः इडागमस्य दीर्घो न स्यात्। ग्रहः पञ्चम्यन्तम् अलिटि सप्तम्यन्तं दीर्घः प्रथमान्तं त्रिपदमिदं सूत्रम्। आर्धदात्तिकस्य इट्वलादेः इत्यस्मात् इट् इत्यस्य अनुवृत्तिः विभक्तिरूपेण कृत्वा इतः। एकाच् उपदेश अनुदात्तात् इत्यस्मात् एकाचः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसेतुसूत्रम्। एकाचः ग्रहः अङ्गात् इतः दीर्घः अलिटि। अत्र सूत्रमस्ति ग्रहो लिटि दीर्घः। सूत्रं वदति एकाच् ग्रह् धातु इदागमस्य अस्ति चेत् दीर्घ आदेशो भवति अलिटि अलिटि अस्ति चेत्। तदनन्तरं लिट्लकारे लिट्लकारे न भवति अन्य गृह्णाति गृह्णीतः इति भवति खलु, तेनैव कारणेनैव ईकारः भवति खलु, नास्ति क्षम्यतां, तत्र तु भिन्नरूपम् अस्ति विभिन्नकारणेन। पश्यामि तर्हि चित् प्रत्ययपरे अपि अस्ति कित् प्रत्ययपरे अपि कित् प्रत्ययपरे अपि दीर्घत्वं भवति न? आम् आम् आम् आम् अलिट् अस्ति चेत् दीर्घः भवति इति उक्तः। किन्तु इतः पूर्वं वयं न पठितवन्तः खलु, तत्र तु लटि तु भिन्न भिन्नकारणेन गृह्णीतः इति भवति, अत्र तु भिन्नकारणेन। अस्तु, यत्र इडागमः भवति तत्र भिन्नकारणे। अस्तु भगिनि, तर्हि रूपाणि साधयामः किं भगिनि? अत्र अग्रे अपि अस्ति किं विभाषेटः इति, तदपि पठतु भगिनि। विभाषेटः इत्यनेन इतः ग्रह ग्रहणं ग्रह अग्रह अग्रहयोग इद्वं ग्रहो अलिटि दीर्घः। अग्रहयोगः ईद्वं विभाषेटः इत्यनेन एकादश ग्रहणं भवति। अग्रहीद्वम् अग्रहीद्वम् इति रूपद्वयं भवति। अत्र गृहोलिटि दीर्घः इति सूत्रस्य तत्र कार्यं ग्रहीतुं ग्रहीतव्यम् इति आगच्छति खलु, अनेन कारणेन ग्रहीतुं ग्रहीतव्यम् इत्यादि रूपाणि। प्रथमं दीर्घ इकारः आगच्छति, तदनन्तरं विभाषेटः सूत्रेण रूपद्वयं भवति। अग्रहीद्वम् अग्रहीद्वं रूपद्वयम् उत्पन्नं भवति। तर्हि रूपाणि साधयामि भगिनि। अत्र प्रत्ययः कुत्र अस्ति, पूर्वम् अस्ति वा लुङ्ल? पूर्वम् अस्मिन्नेव करपत्रे आदौ अस्ति भगिनि। निष्पन्नाः आत्मनेपदिनः इति अस्ति, साताम् तथा करपत्रमासीत् खलु, प्रथमकरपत्रमासीत् खलु, सेत् अस्ति भगिनि, सेत् कर्मणि भावे च ईशाताम् साधु तद् सेत् अस्ति समीचीनम् सन्त तद् वा सताः साताम् अस्ति भगिनि, मध्ये पश्यति चेत् अत्र गुः धातोः अनन्तरम् आगच्छति. गुः धातोः अनन्तरं क्षम्यताम्. आम्, गुह् धातोः अनिट् पक्षेरूपाणि सेट् पक्षेरूपाणि इति अस्ति. अनन्तरं कर्त्रार्थे अनिट् सिच् प्रत्ययेन निष्पन्नाः आत्मनेपदीसंज्ञकप्रत्ययाः इमे. तदेव किल भगिनि? तदनन्तरं कर्तृते सेट् अस्ति चेत् निष्पन्नाः, किन्तु एकवचने तु छिन् आगच्छति खलु, छिन् भावकर्मणोः इति. अनन्तरं छिनोल्लुक् अपि भवति इति कृत्वा अग्रे दत्तमस्ति अग्रिमे. ओ अस्तु. ई सातां सतस्ताः सातां स्वहि महि, तत्तु अनिट् अस्ति. अनन्तरं सेट् अस्ति. इदानीम् अस्माकं धातुः अस्ति ग्रह् किल. आं भगिनि, ग्रह् तु सेट् धातुः. अस्तु, ग्रह् सेट् धातुः. ग्रह् योगः इति प्रथमं बहुदिनात् पूर्वं कृतवती भगिनी, दोषः अस्ति चेत् क्षम्यताम्. सरला भगिनी वदिष्यति दोषः. प्रायः सरला भगिनी प्रथमपुरुषं करोति चेत् अहं मध्यमपुरुष प्रयत्नं करोमि. प्रथमं लुङ् लकारस्य तु यदागम अदागम आगच्छति, तु धातु अग्रह भवति अङ्गम् इति. चिण्वत् पक्ष चिण्भावकर्मणो अपि चिण्लोकानेन इ प्रत्यय तिष्ठति, अग्रहयोग इ. अत्र चिण्वत् अति अतः अत उपधाया तस्य प्रसक्ति भवति, तो उपधाया मकारस्य वृद्धिः भवति, अग्राह इति भवति, अग्रहयोग इ अग्राही इति निष्पन्नं भवति. तदनन्तरम् अग्रहयोग ईशाताम् अत्र धातु इत्यस्य दीर्घः न भवति किं भगिनि? दीर्घ अत उपधायाम् अस्ति न, चिन्वत् अस्ति तत्र. इकारस्य गृहोलितो दीर्घः इत्यनेन तस्य कार्यम् यडागमस्य यत् अस्ति तत् तस्य त्वं भवति. अत्र प्रत्यय अस्ति, चिन् प्रत्यय अस्ति. तदनन्तरं सेट् अस्ति अस्माकं चिन्वत् पक्षे अस्ति. सो अत्र अत उपधायां कार्यं सर्वेषु प्रत्ययेषु गृहधातोः चिन् पक्षे अपक्षे इति कार्यपद्वयं भवति. कारणकि स्यूर्तासु भावकर्मणो अहं ग्रह दृशां चिन्वत् विकल्पेन भवति साधु. तो तस्य सूत्रेण ग्रहधातु उक्तम् अस्ति. अत्र चिण्वत् भवति, इदागमपि भवति तस्य. सो अत्र अग्रहयोग पुनः अतोपधाया कार्यं भवति. तदनन्तरं केवलं ग्रहो लिटि इति तस्य कार्यं न भवति, कारणकि अत्र इदागम यत् अस्ति तत् इदागम चिण्वत् पक्षे यत् इदागमस्ति तस्य कारणे अस्ति, न तु किमस्ति आर्धधातुकस्य एड्वलादेः. किन्तु अत्र यत्किमपि अत्र तु सूत्रे ग्रहो लिटो दीर्घः इत्यस्मिन् तु चिन्वद्भावस्य युद्ध्वा नो चेत् अनेन अन्येत्वा इति तु न उक्तमस्ति खलु. यत्किमपि भवति महोदय, शुकमहोदयेन तत् द्वितीया पङ्क्ति द्रष्टव्यं, ग्रहो इति दीर्घ आदनेन विहितस्य अडागम दीर्घमिति महाभाष्ये गृहपञ्चम्यान्तम् अलिति सप्तम्यन्तं दीर्घ प्रथमान्तं त्रिपदम् इदं सूत्रम् आदधातुकस्य वलादे सम्यात् इत्यस्मात् इत्यस्य अनुवृत्तिः. केवलं यत्र इदागम आर्धधातुकस्य वल्लाडे आगच्छति तत्र एव दीर्घत्वं भवति, न तु तत्र चिन्वत् पक्ष अस्ति इति महोदय उक्तवान् वर्गे. केवलम् अग्राही शातम् इति भवति. तदनन्तरम् अग्राहि शाताम् अग्राहि शत अग्राहिष्ठा अग्राहि शाताम् इदानीम् अग्राहि विभाषेत तस्य कार्यं भवति कारण कि ग्राह अग्राह धातु एण् पक्ष हकार एण् प्रत्याहारे अस्ति एण् परे इदागम अस्ति विभाषेत तस्य निमित्तम् अस्ति एण् प्रत्याहारस्य परे यत् इदागम अस्ति तत्र धकारस्य मूर्धन्य ढकार भवति विकल्पेन द्वय रूपं द्वयं भवति अग्राहित्वम् अग्राहित्वम् इति प्रथमपुरुषे भवति अग्राहिषि अग्राहिष्वहि अग्राहिष्महि इत्यस्य चिन्वत् पक्षे एकनिमिषं भगिनि अत्र अत्रापि न्यासः इत्यस्मिन् भागे उक्तमस्ति प्रकृत्यस्यैव इडागमस्य दीर्घत्वं भवति इति आर्धधातुकस्य इति यः प्रकृतये तस्य इदं दीर्घत्वं भवति न चिन्वद्युतः तस्य अप्रकृतत्वात् इति भगिन्या यथा उक्तं तथा उक्तमस्ति धन्यवादः भगिनि अधुना भगिनी वदति किं नाम प्रिया भगिनी चिन्वत् अपक्षे रूपाणि वदति किं चिन्वत् अपक्षे चिन्वत् अपक्षे इत्युक्ते तद् अन्य सरला भगिनी उक्तवती खलु तत्र भगिनी अत्र मध्यमपुरुष बहुवचने रूपाणि कानि उक्तवती अग्राहिद्वाम् अग्राहिद्वाम् रूपद्वयमपि आगच्छति किं भगिनी सरला भगिनी भवती एव उक्तवती इदागम दीर्घ न भवति इति चिन्वत् पक्षे किमर्थं विभाषयति इति सूत्रं किम् अत्रापि इदागम नास्ति इति विकासः इदागम चिन्वत् पक्षे इदागम अस्ति न परन्तु दीर्घ न भवति तदेव दीर्घ न भवति आम् केवलम् अग्राहित्वम् अग्राहित्वम् इति रूपं द्वयं विभाषितवती तस्य कार्यं भवति धन्यवादः भगिनी अत्रापि चिन्वत् अपक्षे वक्तव्यं किल तत्रापि ईशाताम् ईशत एव किल सिच् प्रत्ययेन ओ इकारः अर्धधातुकस्य इड्वलादेः इत्यनेन आगच्छति केवलं प्रथमपुरुषे एकवचने तथा नास्ति ओ प्रथमपुरुषे एकवचने तु रूपं समानमेव अग्राही एव अस्तु अग्रह योगः इशाथां तत्र आर्धधातुकस्य इड्वलादेः इदानीमपि आगच्छति वा अनेन एव अर्ध इशाताम् इति इशाताम् इति आगच्छति अस्तु अस्तु अग्रः योगः अत उपादायः अत्र न भवति नास्ति तत् अत उपादायः कार्यं न भवति केवलं प्रथम अतः अत्र वर्णमेलनमेव वा अग्राहीषि इशाथां किन्तु दीर्घ भवति दीर्घ अस्माकं नूतन विशेषसूत्रस्य ग्रहोलिटि दीर्घ ग्रहोलिटि दीर्घः इत्यनेन दीर्घत्वं भूत्वा अग्राहीशाथाम् इति अग्रहि उपदा दीर्घत्वं नास्ति क्षम्यताम् अग्रहीशाताम् अग्रह योगः इशथ तत्रापि ग्रहोलिटि दीर्घः इत्यनेन दीर्घत्वं भूत्वा अग्रहीशथ अनन्तरम् इष्ठाः तत्रापि समानकार्यं प्रायः अग्रहीष्ठाः अग्रहीषाथाम् अत्र इड्वम् इत्यत्र रूपद्वयं वा भगिनि यदा वयं चिन्वत्पक्षे कृतवन्तः साधु साधु वा अस्तु अग्रहीड्वम् अग्रहीड्वं वा दीर्घत्वं ह्रस्वत्वम् अनन्तरम् अग्रहीषि अग्रहीष्वहि अग्रहीष्महि सर्वत्र दीर्घत्वं ग्रहोलिटि दीर्घः इत्यनेन अपि भगिनी वर्गे चर्चा आगता अग्रहीद्वम् अग्रहीद्वं यदि भवति तत्र तत्र ईकार स्थानीवत् अस्ति यदागम साधु केन सूत्रेण यदागम भवति स्थानीवत् अनल्विधिरूपेण केन रूपेण आगच्छति तत्र यदागम स्थानीवत् यद् विभाषेत तस्य कार्यं भवति तु ईकारः ह्रस्वैकारस्य स्थाने दीर्घैकारः आगच्छति तदनन्तरं किम् अस्ति भगिनि विभाषे तस्य कार्यं भवति न द्वितीयसूत्रम् आगत्य तत् वर्णनिमित्तिकम् इति कृत्वा न भवति इट् इत्यनेन इन् प्रत्याहारे ह्रस्वैकारः दीर्घैकारः उभयोः अपि ग्रहणं भवति खलु शुक् महोदयेन पृष्टवान् इति स्थानीवत् अस्ति महोदय उक्तवान् स्थानीवत् अनल्व् इति तस्य कार्यं न भवति अत्र अल्विधि अस्ति किन्तु तत्रापि महाभाषा अस्ति किमपि महाभाषेन लिखितम् अग्रहयोगः इद्वम् अग्रहीद्वम् इति अस्ति अत्र विभाषेतः इत्यनेन ईकारस्य ग्रहणं भवति इति महोदयेन दत्तम् आम् महोदय उक्तवान् किन्तु केन सूत्रेण ईकारस्य ग्रहणं भवति विभाषे प्रत्याहारे दीर्घ ईकारः अपि वर्तते सूत्रं वदति इति किन्तु इति चर्चा आगता अहमिति उक्तम् इच्छामि भगिनी अत्र मम प्रश्नः अस्ति इणः परः इट् भवति खलु इन् परे अस्ति वा अग्रः इति हकारः तु आमामाम् इन् प्रत्याहारे अस्ति इण प्रत्याहारे अस्ति किन्तु अत्र इट् नास्ति इट् इत्यस्य स्थाने इ इति दीर्घ ईकारः आगतः दीर्घ ईकार महोदय उक्तवान् का महाभाषा अस्ति का यतः सः न स्मृतवान् अग्रे विभाषेतः इत्यस्मिन् दत्तं वा महाभाषा स्थानीवत् कथम् आगच्छति तत् स्थानीवत् भूत्वा इति भवति विभाषेतस्य कार्यम् यतोहि अल्विधिः अस्ति किन्तु अल्विधिः अस्ति तो स्थानीवत् अनल्विधि इति सूत्रं अनल्विधि इति तस्य कार्यं भवति न तु यदि अल्विधिः अस्ति किन्तु महाभाष्यम् अस्ति अनेन अल्विधि भूत्वा अपि कार्यं भवति अत्र इति उक्तवान् सः स्पष्टं नास्ति अग्रे अग्रिमवर्गे वर्गे वदिष्यति वयमपि पश्यामः अत्र अग्रे गन्तव्यं चेत् तथा कुर्मः अस्तु एतद् दृष्ट्वा आगच्छामः वयं सर्वे ह्रस्वैकारस्य तु इति दत्तमस्ति किन्तु कथं वा दीर्घैकात् किन्तु किं सूत्रं प्रथमं कार्यं करोति इति द्रष्टव्यं खलु दीर्घत्वं प्रथमं कार्यं करोति वा दीर्घत्वं प्रथमं कार्यं करोति तत् सूत्रसङ्ख्या विभाषेत परसूत्रं अनन्तरं पश्यामः तर्हि पूर्वत्र सिद्धम् अस्तु अग्रे अस्तु क्षम्यताम् अग्रे गच्छामः तर्हि अधुपदमकारान्तदातवः इति पुष्पभगिनी पठितुमिच्छति किं भगिनि म्यूटेड् अस्ति इदानीं अधुपदमकारान्तदातवः एकाच् उपदेशेन एकनिमिषम् मकारान्त सडन्लि जस्ट् डिस् अपियर्ड् अस्तु एकाच् उपदेशे अनुदात्तात् इति सूत्रेण यः धातुः अनुदात्तः अस्ति सः अनिट् निष्कर्षः एवं यत् एकाच् धातुषु अनुदात्ताः अनिटः उदात्ताः स्वरिताः च सेतः एकाच् उपदेशे अनुदात्तात् सूत्रं वदति यः औपदेशिकधातुः एकाच् अपि अनुदात्तः अपि अस्ति तस्मात् विहितस्य प्रत्ययस्य इडागमः न भवति एकाचः पञ्चम्यन्तम् उपदेशे सप्तम्यन्तम् अनुदात्तात् पञ्चम्यन्तं त्रिपदमिदं सूत्रम् अत्र तस्मिन् पञ्चमी सप्तमी आगच्छति इति मया मनसि अस्ति अस्ति अनुवृत्तिसहितसूत्रम् उपदेशे एकाचः अनुदात्तात् धातोः अङ्गात् न इतः सम्यक् न भगिनि अरुणा भगिनि अत्र तस्मिन् दट् इस् सप्तमी पञ्चमी अस्ति पञ्चमी अन्ते सप्तमी कार्यं करोति न सप्तमी स्वरः उपदेशे इति विशेषसप्तमी विशेषसप्तमी स्वरः इत्संज्ञकः चेत् तर्हि तस्य अनुदात्त उदात्त स्वरित इत्येभिः वर्गैः पदव्यवस्था ज्ञायते स्वरः इत्संज्ञकः नास्ति चेत् तर्हि तस्य अनुदात्त उदात्त स्वरित इत्येभिः वर्गैः इद्व्यवस्था ज्ञायते पदव्यवस्था अधीतवन्तः खलु पदव्यवस्था इद्व्यवस्था अग्रे अपि पठामि न तत् एतत्तु पूर्वमेव अधीतम् आसीत् किन्तु नोदात्तो प्रदेशस्य तद्वा पठामि यान धातुषु अतः अधस्तात् तदपि पठतु भगिनि एकवारं शीघ्रं पठतु धातुषु अतः अधस्तात् या रेखा दृश्यते यथा अधस्तात् इति सा रेखा अचः अनुदात्तत्वं सूचयति अस उपवेशने इत्यस्मिन् धातौ सकारोत्तरवर्तीयः आकारः अस्ति सः अकारः अनुदात्तः इति अधःस्तः चिह्नः सूचयति धातुषु अचः उपरिष्टात् या रेखा दृश्यते तथा इति तया अचः स्वरितत्वं सूच्यते यथा डुपचष् पाके इत्यस्मिन् धातौ चकारोत्तरवर्ती यः अकारः अस्ति सः अकारः स्वरितः इति उपरिस्थं चिह्नं सूचयति. उपरि चिह्नम् अस्ति चेत् स्वरः स्वरितः, अधः चिह्नम् अस्ति चेत् अनुदात्तः. उपरि अपि नास्ति, अधः अपि नास्ति चेत् तर्हि सः स्वरः उदात्तः. यथा वस् धातौ वकारोत्तरवर्तीयः अकारः अस्ति तस्य अधः चिह्नं नास्ति, अतः सः अकार अनुदात्तः. परन्तु शिश् धातौ शकारोत्तरवर्तीयः इकारः अस्ति तस्य उपरि अपि अधः अपि चिह्नं नास्ति, अतः स इकारः उदात्तः. वदामि भगिनि, अस्तु. एकाच प्रदेशे अनुदात्तात् इति वदनेन अत्र औपदेशिकधातुः एकाच् अपि अस्ति, अनुदात्तः अपि अस्ति, तस्मात् ते विहितः अस्ति चेत् प्रत्ययस्य विहितस्य प्रत्ययस्य इरागमः न भवति इति वदति. अत्र अनुदात्तः उपदेशे सप्तम्यन्तम्, अनुदात्तात् पञ्चम्यन्तं त्रिपद सूत्रमस्ति. अत्र स्वरः इत्संज्ञकः चेत् तर्हि तस्य अनुदात्त उदात्तस्वरितः इत्येभिः पदव्यवस्था इदानीं वदान् अत्र धातुषु अतः अधः रेखा अस्ति चेत् अनुदात्तः. अत्र आस् अत्र इत्यस्मिन् दातस्य सकारोत्तरवर्ति आकारस्य अकारः अस्ति अस् तत्तु भगिनि अत्र लिङ् लुङ्लकारे अस् न अकारः अकारः भूत्वा दीर्घाकारः भवति आगच्छति. अकारः अनुदात्तः इति अधस्तदं चिह्नं सूचयति. अत्र एकं च अस्ति अत्र उपरि रेखा दृश्यते चेत् तत्तु स्वरितः अस्ति, उदाहरणं दीयते दुपचष् अत्र परितु अधः अपि नास्ति उपरि अपि नास्ति चेत् उदात्तः अस्ति इति. सम्यक्, आं भगिनि, समीचीनं भगिनि, तावत् पर्याप्तं खलु. छिन्नस्य कृते वर्णानि. धन्यवादः भगिनि. अरुणा भगिनी पुनः पठतु. आं भगिनि, नो दातो उपदेशस्य मान्तस्य अनाचमेः उपदेशावस्थायाम् उदात्तमकारान्तधातोः उपादायाः वृद्धिः न भवति. छिनि नित् नित् नित् कृत्प्रत्ययपरे च आ पूर्वक छं धातोः वर्जयित्वा उदात्त उपदेशः उपदेशो यस्य सः उदात्त उपदेशः बहुव्रीहि, मो अन्ते यस्य स मान्तः बहुव्रीहिः, तस्य मान्तस्य न आचमिः अनाचमिः तस्य अनाचमेः, न अव्ययम् उदात्तो उपदेशस्य षष्ट्यन्तं मान्तस्य षष्ट्यन्तम् अनाचमेः षष्ट्यन्तम् अनेकपदमिदं सूत्रम्. मृजे वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः, अत उपादायाः इत्यस्मात् उपादाया इत्यस्य अनुवृत्तिः, अचो निनिति इत्यस्मात् निनिति इत्यस्य अनुवृत्तिः, आतो युक् चिन् कृतोः इत्यस्मात् चिन् कृतोः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्, उदात्तोपदेशस्य मान्तस्य अङ्गस्य उपादायाः वृद्धिः न निनिति चिन् कृतोः अनाचमे अनाचमेः. अत्र सूत्रमस्ति नोदातोपदेशस्य मान्तस्य अनाचमेः, यत्र धातोः उपदेशदातुमस्ति भगिनी तदुक्त्वा आगति. सामान्यतया किं कुर्मः वयम्, उपादायां यत् वर्णः अस्ति तत् अतोपदायाः इत्यनेन वृद्धिः भवति भगिनि. किन्तु यत्र उपदा अनुदातमकारः अन्ते अस्ति चेत् उपदावर्णस्य वृद्धिः न भवति तदा. इत्युक्ते सामान्यतया छिन् मित् कृत् प्रत्यये प्रकारे अत्र उदात्तमकारः ददातु. अस्तु भगिनि, सूत्रसहितदृष्टिः अनुवृत्तिसहितसूत्रम् उदात्तो उपदेशस्य मान्तस्य अङ्गस्य उपादायाः वृद्धि न इति चिन् कृतो अनाचमेः. सूत्रं वदति उदात्त मकारान्त अस्ति चेत् धातोः निति चिन् कृतो प्रत्ययपरे अपि अङ्गस्य उपादाय वृद्धिः न भवति, न तु अनाचमेः. अत्र सु धातु अनाच इति सु धातु न भवति इति अत्र दत्तम्. भगिनि उदाहरणं धातु अनाचमस्ति, धातु आ उपसर्ग युक्त चम धातु इति अस्ति. ओ अनाच धातु आपूर्वक चम धातु, आपूर्वक चम धातु अस्ति चेत् अत्र वृद्धि भवति, परन्तु अन्य धातोः आचमनम् इति एव वयं वदामः खलु तत्र आचमनम् इति. ओ आचमनम् आपूर्वकच्छम् आपूर्वकच्छम् दातु. आचमनीयं समर्पयामि. साधु भगिनि अग्रे वदतु भगिनि. अनाचमि कमि वमि नाम् इति वक्तव्यम्, इदं वार्तकमत्र अस्ति. अनाचमि अर्थः अनाचमि कमि वमि नाम् इति वक्तव्यं, केवलं न अनाचमे हे अनाचमि. अत्र अन्यदा द्वे धातोः कं वम् अपि अपि चं कं वम् अत्र वाक् कम् अपि भगिनि आङ्पूर्वक एव आपूर्वक एव केवलं कमि एव. ओके अत्र न उदात्तोपदेशस्य सूत्रं वदति केवलं न चं धातु आङ्पूर्वक चं धातु, कमि वमि अपि स्वीकरणीयं तदेव दत्तम्. धन्यवादः भगिनि. रामप्रिया भगिनी कृपया अग्रे प्रतिपादयन्ति. चत्वारः अनुदात्ताः मकारान्तदातवः सन्ति, गं रं नं यम् अनुदात्तत्वात् ते च अनितः, अनुदात्तत्वाच्च तेषां नोद्धात्त उपदेशस्य मान्तस्यानाचमेः इति सूत्रेण उपदावृद्धिनिषेधो न भवति. अस्तु, अनुदात्तत्वात् तेषां वृद्धिनिषेधः न भवति, उपदावृद्धिनिषेधो न भवति. अस्तु, तदा अनाचमी कमी वमी नाम इति वक्तव्यं वार्तिकं, इति वार्तिकेन आचं खं वम् एते इति त्रयः धातवः यद्यपि सेटः तदापि तेषाम् उपधावृद्धिनिषेधो न भवति. अवशिष्टाः सर्वे मकारान्तः सेटः धातवः ये तेषाम् उपधावृद्धिनिषेधो भवति. अस्तु, निषेधस्य निषेधम् इति चत्वारः धातवः सन्ति मकारान्त अनुदातधातवः गं रं नं यं, ते तु अनिटः सन्ति, अनुदातत्वात् ते अनिटः सन्ति. तेषां कृते एतत् सूत्रं नोधात्त उपदेशस्य मान्तस्य अनाचमेः इति सूत्रेण यद् उपधायाः वृद्धिनिषेधः भवति तत्तु न भवति. किमर्थम् इत्युक्ते ते तु अनुदातः अस्ति. अस्य सूत्रस्य प्रसक्तिः तु उप उदात्तविषये, उदात्तमकारान्तधातोः विषये एव, अतः अत्र न भवति. वदतु भगिनि, सामान्यतया मकारान्त उपधायां सामान्यतया तु उपधा विदीर्घः भवति अतोपदायः इत्यनेन, इत्युक्ते अवशिष्टाः धातवः ये सन्ति तेषां तु उपधा दीर्घत्वं भवति खलु. अत्र किमर्थम् उपधा वृद्धिनिषेधो भवति इति दत्तमस्ति? अवशिष्टाः सर्वे मकारान्ताः सेटः धातवः ये अनुदाताः अपि सन्ति तेषाम् उपधा वृद्धिनिषेधो भवति इति वक्तव्यमासीत् खलु? अवशिष्टाः सर्वे मकारान्ताः सेटः. अस्तु, चत्वारः अनुदातः सन्ति. अस्माकं तु प्रश्नः तु उदात्तस्य कृते एव वृद्धिनिषेधः. सामान्यतया अनुदातचत्वारः सन्ति, अनुदातत्वात् अनितः सन्ति इति कृत्वा त्यजामः, गम् रम् नम् यं त्यजामः. तत्र तु वृद्धि किम् अस्ति तत्र? अनितः अनुदातत्वात् अनुदातत्वात् अनितः सन्ति, अनन्तरं वृद्धिकार्यमपि भवन्ति तेषां तु वृद्धिकार्यं. निषेधं किम्? निषेधः नास्ति. गाम् इति राम् इति नाम याम् इति भवति. आम्, अनुदातत्वात् तेषाम् इति सूत्रेण उपदावृद्धिनिषेधो न भवति इति कृत्वा तेषां तु भवति. अस्तु, अनन्तरं किम् अस्ति? उदात्तानां त्रीणि सन्ति, आचं कं वम् इति त्रयः धातवः सन्ति, उदात्ताः सन्ति ये, तेषां तु उपधावृद्धिनिषेधो न भवति एव पार्थिकेन. अन्ये सर्वे उदात्तमकारान्तानां वृद्धिनिषेधः भवति इति. अस्तु, सन्ति तेषाम् उपधावृद्धिः वृद्धिनिषेधः भवति अनेन सूत्रेण. संक्षेपे आहत्य अधो दत्तमस्ति भगिनि, पठतु. अस्तु, घं रं नं नं यम् इति अस्तु महोदयस्य वर्गे प्रायः गम् कृतवन्तः इति मन्ये, तर्हि रं पश्यामः. अस्तु, तत्र एतदेव एते प्रत्ययाः एव किल भगिनि? इकारः न आगच्छति. भगिनी वारं करोति किं भगिनि? कामप्रिया भगिनि. आं भगिनि, प्रथमं तु प्रत्ययः अन्वेषणीयम्. अस्तु, प्रायः तदेव समीचीनं. अनिट् किल, अतः ई सातां सथ स्ताः सातां द्वं सी स्वहि स्महि इति. अतः इदानीं रं धातुः, रं योगः ई चिन्वत् पक्षः. ओहो, परन्तु अत्र तु अथ उपधावृद्धिः भवति किल, अथ अथो उपधायाः इत्यनेन. अनुदाताः सन्ति इति कृत्वा भवति भवति एव. अस्तु, अत उपधायः, अतः अरं योगः इ अरामि. समीचीनं वा भगिनि रूपं? प्रायः अस्तु. साथाम् इति, अरं योगः साथाम् तत्र किं भवति भगिनि? तत्र तु किमपि सूत्रम् अस्ति वा यद् अहं स्मृतवती? अत्र मकारस्य अनुस्वारः भवति खलु? ओ तदेव तदेव एकः अनुस्वारस्य नश्चापदान्तस्य जलि अर् अत्रापि दीर्घः भवति अराम राम राम भवति अतः उपादायः न भवति वृद्धिः नास्ति अरमस् रमस्थाम् अनुस्वारस्य ययि परसवर्णः न भवति किल सकारः अरमन्स् रमन्स्थ रमस् अरं साथाम् अरं साथ अनन्तरम् अरं स्थाः अरं साथाम् अरम् ध्वं मकारः अस्ति खलु? ओहो एकपदम् अपि अनुस्वारस्य ययि परसवर्णकारं करोति अत्र भवति किल अरमन्ध्वम् अरमन् अरन्ध्वं दकारः आम् अरन्ध्वम् अरम् अरं सि अरं स्वहि अर अरं स्महि रमते इति रं किल भगिनि अर्थः क्रीडायां कृतवन्तः खलु तर्हि कम् इत्यस्य कुर्मः? अस्तु कम् इति धातु अस्ति किन्तु अनुधातु किमस्ति नो धातु उपदेशस्य मान्तस्यानुचमे अपि वार्तिकेन अत्र वृद्धिनिषेधः न भवति वृद्धिः भवति इति भवति नोदातोपदेशस्य मान्तस्य मान्तस्य अनाचमि कमि वमि नाम इति वार्तिकमस्ति न सूत्रमस्ति आमाम् अनन्तरं वार्तिकम् अस्ति तद् प्रभाव्य वार्तिकस्य वक्तव्यम् इति वार्तिकस्य बलेन यद्यपि उदात्तमकारान्तदातुः अस्ति तथापि तस्य वृद्धिकार्यं अस्तु प्रथमम् अनागमागच्छति अखं योग इ अत्र अथवा उपधाया कार्यं करोति अखामि इति भवति तदनन्तरं अखा इत्सेत् अस्ति धातु इशाताम् इति भवति तत्र अखं योग इशाताम् अथवा केवलं सेत् अस्ति किन्तु लिस् नास्ति अतः अतोपधाय तस्य प्रसक्तिः नागच्छति कम् इति स्यासि अस्मिन् तस्य गृहीतं नास्ति तत् सूत्रे केवलं वर्णमेलनं भवति अकमिशाताम् अकमिशत अकमिष्ठा अकमिशाथाम् अकम् अत्रापि एकमेव भवति कारणकि मकार प्रत्याये नास्ति एकरूपमेव भवति अकमिध्वम् अकमिष्महि अकमिष्महि अकमिष्महि इति भवति अस्तु भगिनि अग्रे दम् धातोः कुर्मः पुष्पभगिनी प्रयत्नं करोति किं भगिनि दम् धातोः म्यूट् अस्मि, क्षम्यताम्. दम् दातु दम्. Every time it happens, I keep more losing the position. I don't know, even ever touch it. Ekanimsha. Dam. Na, dam tu udattah. Udattah. Tatra udattah set. उदात्तः सेत् से न सेत् अस्ति वा उदात्तः दम् दम् मकारः अनुस्वारः आगच्छति न भगिनि दम् इष् दम् सेत् अस्ति चेत् अत्र इ नोदातोपदेशस्य मान्तस्य सूत्रेण वृद्धिः यद्यपि प्रसक्तिः अस्ति तथापि वृद्धिः न भवति न भवति अदमि इति एव रूपम् अदमि अत्र सेत् ईशाताम् अत्र दीर्घम् आगच्छति न अत्रापि दीर्घस्य प्रसक्तिः एव नास्ति अदमिषाताम् अदमिषाताम् अदमिषताम् अदमिष्ठाः अदमिषाताम् अदमिध्वम् अदमिध्वं द्वे अपि अस्ति न नास्ति इति मन्ये अत्र मकारः तु नास्ति इति कृत्वा अत्र डकारः न भवति अदमिध्वम् इति एकमेव ध्वम् एकमेव एकमेव अत्र एकमेव अदमिषि अदमिष्वहि अदमिष्महि किमर्थं द्वं न आगच्छति भगिनि नावगतम् अत्र मकारः इतः इट् इत्यस्मात् पूर्वं यः कः वर्णः अस्ति मकारः मकारः अस्ति मकारः इन् प्रत्याहारे नास्ति नास्ति नास्ति इनः परस्य इट् तस्य परस्य एव डकारः भवति खलु आम् इनः शीध्वम् इति सूत्रेण अपि विभाषितः अपि कार्यं न करोति इनः शीध्वम् अपि कार्यं न करोति केवलम् अकमिध्वम् इति अग्रे पश्यामः साधु खलु सरला भगिनी तथा एव खलु जन्वद् इति कस्य क्रमः आसीत् अरुणा भगिनी भवत्याः एव क्रमः क्षम्यतां भगिनी भवती न पठितवती न पठितवती रामप्रिया भगिनी पठति चेत् तर्हि अरुणा भगिनी रूपं साधयितुं शक्नोति आं भगिनि जन्वद् धातु इति किल अस्तु जन्वद् धातु जनि वदि वध्योश्च जन् धातोः वद् धातोः च उपधावृद्धिर् न भवति चिनि परे कृत्संज्ञके णिति णिति च परे जनिश्च वदिश्च तयोः इतरेतरद्वन्द्वः जनिवदी तयोः जनिवद्योः जन्वद्योः षष्ट्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम् अथ उपधायाः इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः विजयर्वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः न उद्धात्त उपदेशस्य मान्तस्य अनाचमेः इत्यस्मात् न इत्यस्य अनुवृत्तिः अतो युक् चिन्कृतोः इत्यस्मात् चिन्कृतोः इत्यस्य अनुवृत्तिः अचो निति इत्यस्मात् निति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं जनीवद्योः अङ्गस्य उपधायाः वृद्धिः न चिन्कृतोः निति अतः तत्र निति प्रत्यये परे किं भवति इत्युक्ते जन् धातोः वद् धातोः उपधावृद्धिः न भवति चिनीपरे अपि चिनीपरे चिनीपरे इत्युक्ते प्रथमपुरुषे एकवचनं चिन्मत्भावः तत्र अनन्तरं निति कृत्संज्ञक निति निति च परे न भवति इति उक्तम् अस्तु दिवादिगणस्य धातुः जनी धातुः दिवादौ सेट् अस्ति वदी धातुः सेट् च रूपाणि परिशीलनीयानि एकस्य भवती करोतु अन्यस्य आम् सेट् अस्तु ईशाताम् इषत इति अतः झनि योगः ई इदानीं जन्वद् धातोः उपधावृद्धिः न भवति चिनीपरे वृद्धिः न भवति इति कृत्वा जनीवद्योश्च इति सूत्रेण अझनि योगः इ अझनि एव इ नास्ति क्षम्यताम् अजन् योगः इ खलु आमामामां उपदेशधातुः जन्धातुः अस्तु अझनि इत्येव अनन्तरम् इशाथाम् इषत अझन् अझन्निषाथाम् अझन्निषत तत्रापि न भवति किल चिनीपरे एव अझन्निष्ठाः झन् इषाथां तत्र इड्वं तत्र तु भवति वा भगिनि तद् वयं सूत्रद्वयं नकारः अपि नास्ति इन् प्रत्याहारे नास्ति इन् प्रत्याहारे अतः अझनिड्वम् अझन् अझनि जनिषि अजनिष्वहि अजनिष्महि साधु वा भगिनि भगिनि महोदय गृहकार्यं कृतवान् कस्मिन् गणे अस्ति कस्मिन् गणे अस्ति माता तस्य मातुः पुस्तके नास्ति इति उक्तवान् स्थाने वद् आदेशः भवति भगिनि सामान्यतया किं भगिनि तद्वद् भिन्नम् अस्ति धातुकोषे तु वर्धिति एव न पश्यामि केवलं हन्धातोः स्थाने यत् वद् आदेशः भवति तदेव वद् पश्यामि अहं महोदय उक्तवान् वध तत् हन्धातो प्रति अस्ति तत् वध अत्र अत्र द्वे भिन्ने स्तः अहं तु अन्य वद् दातुं किमपि न पश्यामि भगिनि केवलं कोऽपि न पश्यन्ति स्म अपि न वर्धिति हन्धातोः एव वद् अस्ति ततः एव नास्ति किमर्थम् इत्युक्ते सः तु सानिवद् आदेश अनल्विदौ इति कृत्वा वद् इत्यपि धातुः इति स्वीकुर्मः तावदेव क्षम्यतां सानिवदादेश आम् आम् सानिवदादेशः भवति हन्धातोः सानिवद् आदेशः भवति इति कृत्वा सानिवद् आदेश अनल्विदौ इति स्वीकुर्मः तदेव अस्ति किल भगिनि अत्रापि अष्टाध्यायी डाट् काम् लुङ्गि च इत्यनेन सूत्रेण हन्धातोः जायमानः लुङीच इति सूत्रेण हन्धातोः वदासीत् आदेशः भवति अधुना रूपं साधयामः अनन्तरं किम् उक्तम् अस्ति इत्युक्ते अन्यसूत्रमपि अस्ति भगिनि तदपि पठति वा आत्मने पदेषु अन्यतरस्याम् इति सूत्रेण पूर्वम् अस्ति वा तत् हन्धातो वद् आदेशः इति भागः अस्ति हन्धातोः वद् आदेशः हन् वद् लिङ्गि हन्धातोः वध वद् आदेशो भवति आर्धधातुके लिङ्गि आशीर्लिङ्गि इति विवक्षा हन् षष्ट्य हनः षष्ट्यन्तं वध लुप्तप्रथमाङ्कं पदं लिङ्गि सप्तम्यन्तं त्रिपदमिदं सूत्रम् आर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं हनः वधः लिङ्गि आर्धधातुके अस्तु हन्धातोः लिङ्गि आर्धधातुके लिङ्गि आशीर्लिङ्गि तु वध इति आदेशः भवति अनन्तरं लुङि च अन्धातोः वदादेशो भवति आर्धधातुके लुङि. तत्र लुङि इति सप्तमी अन्तम् अव्ययपदं द्विपदमिदं सूत्रं हनो वध लिङ्गि पूर्वसूत्रात् एव अनुवृत्तिः. हनो वध इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रं हनः वधः लुङ्गि अस्मात् एव आगच्छति किल भगिनि. अतः पृथक्तया वध इति न भवितुम् अर्हति किल. अनन्तरम् एकम् अन्यत् सूत्रमस्ति आत्मनेपदेषु अन्यतरस्यां हन्धातोः वध आदेशो भवति आत्मनेपदेषु अन्यतरस्याम् आत्मनेपदेषु सप्तम्यन्तम् अन्यतरस्यां सप्तमी प्रतिरूपकम् अव्ययम् अस्तु. द्विपदमिदं सूत्रं हन वध लिङ्गि इत्यस्मात् हनो वध इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रं हनः वधः आत्मनेपदेषु अन्यतरस्याम् अतः विकल्पेन भवति हन्धातोः आत्मनेपदेषु वध इति आदेशः. पदधातोः अदन्तः सेट् च इति अपि लिखितम्. यत्र आत्मनेपदि प्रत्ययः आगच्छति तदा रूपद्वयं भवति. तर्हि हन्धातोः रूपाणि वयं पूर्वमेव कृतवन्तः. परस्मैपदि किम् अस्ति कर्मणि तु केवलम् आत्मनेपदिरूपमेव भवति इति कृत्वा हन्धातोः रूपं कृतवन्तः. अधुना वद आदेशः अपि अन्यतरस्याम् इति आगच्छति इति कृत्वा वद आदेशः अपि भवति एकस्मिन् पक्षे. अधुना वद धातुः अदन्तसेट् च इति अस्ति. आं भगिनि, प्रथमम् अडागम् आगच्छति अवध् अस्ति अवध् प्लस् छिन् जनिवद् योश्च इति सूत्रेण उपदावृद्धि न भवति. ततः अवधि एव रूपमस्ति, गुण न भव वृद्धि न भवति. तदनन्तरं सेट् अस्ति चेत् एषाताम् इति प्रत्यय अवधिषताम् अवधिषताम् अविदिशात अवधिष्ठाः अवधिषाथाम् अवधिध्वम् अत्र एकरूपमेव अस्ति. अवधिध्वम् अवधिषि अवधिष्वहि अवधिष्महि एवं खलु भगिनि, सरला भगिनि रूपाणि कस्य रूपाणि अहं वदति वदामि अवधिषाताम् अवधिषत अवधिष्ठाः अवधिषाताम् अवध्वम् अवधिध्वम् अवधिषि अवधिष्महि अवधिष्महि रूपाणि साधु भगिनि. समानं भवति साधु यत् पूर्वं कृतवन्तः. तदेव प्रश्न किमपि कोऽपि भेदं नास्ति भवति कक्ष्यति खलु इति कृत्वा एकवारं पृच्छामः. केवलम् अवध प्रथमं तत्र अतोलोप इत्यस्य कार्यं भवति साधु. यदि अवध हन् धातो प्रति आदेश भवति आं तस्मिन्नेव वदादेशस्य तत्रैव दत्तमस्ति सूत्रं. तत्र अजादेशस्थानि वत् इति तत्र च परस्मिन् पूर्वविधौ अनेन कार्यं भूत्वा प्रत्यये परे बद्ध धातोः अकारस्य अतो लोप अस्ति प्रथमं तदनन्तरम् अच परस्मिन् पूर्वविदो अनेन अत उपधाया कार्यं बाधितं भवति. तर्हि एवं अधवावधि इति भवति, तर्हि अस्य सूत्रस्य आवश्यकता एव नास्ति खलु? तर्हि यत्र वयं कृतवन्तः वद् तर्हि जनिमध्योस्य इत्यस्य एव कार्यमेव न आवश्यकं खलु? जनिवध्यो इत्यस्य तद् महोदय उक्तवान् भिन्नं धातुः अस्य, अहं न जानामि भगिनि, धातु क्वचित् न पश्यामि भगिनि, सर्वे इति उक्तवन्तः धातुकोशे गृहपाठम् अथ अस्ति, धातुकोशे द्रष्टव्यम् इति किं गृहपाठं स इति उक्तवान् गृहपाठम् अस्ति कुत्र पश्य अहं न जानामि, रद् जब् धातु कुर्मः इदानीं अग्रे कुर्मः अग्रे पश्य मम प्रश्नः अस्ति कुत्र वध इति उपयोगं कुर्मः, कुत्र हन्धातु प्रति वध इति वक्तव्यम्, अर्धधातुके प्रत्यये परे वर्णादेश प्रपरे अत्र अर्धधातुकलकारेषु वधादेशः भवति भगिनि, सामान्यतया धातु आदेशः तु सामान्यतया अत्र भूधातोः अर्धातोः स्थाने भू आदेशः इति सर्वे तु अर्धधातुकप्रत्यये परे आगच्छति खलु, अत्रैव सूत्रमपि महोदयेन दत्तमस्ति खलु? आम्, किन्तु वयं हन् धातु प्रति अन्य अपि गतसप्ताहे सप्ताहद्वयं पूर्वं कृतवन्तः अहन् अपक्षे इति, कदा वद् भवति कदा वद् न भवति इति कथं चिन्तयामः इत्युक्ते भगिनि, तथा सूत्रे एव दत्तमस्ति खलु हनो वदलिङि लुङि च इति सूत्रेण, कृदन्तानामपि सामान्यतया आर्धदत्तकप्रति भवति भवति खलु, आत्मनिपदेषु वधः इति वदामः, हन् इत्यस्य एव वधः इति वधः जात गैं प्रत्यये परे अपि वधः इति भवति खलु, अस्तु अग्रे रद्द् धातुः रद्द् जम्ब् धातु सः पठति अस्तु, रदि जभो रचि रद् धातोः जब् धातोः च नुमागमो भवति अजादौ प्रत्यये परे, इमौ द्वौ द्वौ धातौ इदितौ न स्तः, अतः इदितो नुम् धातोः इत्यनेन नुमागमो न भवति स्म, तदर्थम् अस्य सूत्रस्य आवश्यकता, रदिश्च जब् च तयोरितरद्वन्द्व रधि चभौ तयोः रधि चभोः रधि चभोः षष्ट्यन्तम् अचि सप्तम् सप्तम्यन्तम् द्विपदम् इदं सिद्धम्, इदितो नुम् धातोः इत्यस्मात् नुम् धातोः इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् रधि चभोः धातोः अङ्गस्य नुम् अचि रदि जबो इति विशिष्टसूत्रमस्ति, तत्र नुमागमो भवति अजादि प्रत्यये परे, रदि जबो अनेन इदितुनुं धातु नास्ति, अतः विशेषसूत्रम् अस्ति रदि जबोः धातु अङ्गस्य नुम् अचि भवति, सो अचि परे इदागम यत्र अच् प्रत्याहारपरे अस्ति तस्य पूर्वं यदि रद् जब् अस्ति तत्र नुमागम आगच्छति, इति यदि वदामि रूपाणि वदामः, रद् इति अडागम रद् भवति, इदानीं रदि जबो रचि अनेन ईकार परे अस्ति प्रथमपुरुषे एकवचने, तत्र नुमागमावस्ति मिदुचो अन्त्यान्तपर अनेन अकारस्य परे रन्ध् इति भवति दत्ताङ्गम् अरन्ध् योग इ. इदानीं कोऽपि उपधाया अचोञ्जनति वा अथवा उपधाय कस्यापि प्रसक्तिः नास्ति, तु केवलं वर्णमेलनं भवति. अरन्ध् योग इ अरन्धि. तदनन्तरं अनिदिताम् अलोपदाय निति अपि कार्यं करोति खलु. अनदितां तत्र कित् भवति साधु अनदितां अरन्धीयां. तदनन्तरं धातु सेत् अस्ति तु अरन्धि अरन्धिशातां तत्र केवलं वर्णमेलनम् अस्ति. अरन्धिशत अरन्धिष्ठाः अरन्धिशाथाम् अरन्धिध्वम् एकमेव रूपं भवति. अत्र शाताम् अरन्धिशाताम् इति यत्र अस्ति अत्र तु कित् नास्ति वा तत्र वयं परि इकारः अस्ति न अच् परे अस्ति साधु तदरन्धि इडागमः खलु. किन्तु रन्धि रद्धि जबो रचि तस्य कार्यं भवति न अरन्धि तत्र नुमागम भवति. ईशाता सेत् अस्ति साधु प्रत्यय रद् जब् धातु सेत् सन्ति सः उपरि दत्तम् अस्ति. सेत् अस्ति किन्तु इडागमः तु अस्ति किन्तु कित् इडागमेन कित्वा नीत्वा इति कः प्रत्ययः अस्ति साताम् इत्यस्मिन् शिलिलुङि अनन्तरम् ईशाथाम् अस्ति साधु ईकार ईशाथाम् आददातुक प्रत्यय केवलं श्लीलुङि अनन्तरं श्लेः स्विच् अनन्तरं केन सूत्रेण साथाम् इति आगच्छति स्विच् इत्यनेनैव स्विच् अस्ति साधु किञ्चन स्विच् अस्ति पूर्वं स पठितवन्तः इदानीं स्विच् अस्ति साधु. अस्तु भगिनि इति कृत्वा कितपि नास्ति यदपि नास्ति नास्ति इति कृत्वा अनिदितां हल्लुपदायानिति इत्यस्य कार्यं न भवति. अस्तु अस्तु भगिनि अस्तु केवलं वर्णमेलनम् आगच्छति सर्वे अरन्धि अरन्धिशाताम् अरन्धिशत अरन्धिष्ठा अरन्धिशाथाम् अरन्धिध्वम् रन्धिषि अरन्धषि अरन्धिष्वहि अरन्धिष्महि. न भगिनी महोदय उक्तवान् धातु वेट् अस्ति वेट् वद् धातु आसीत् रद् सेट् अस्ति वेट् अस्ति धातु अपि अन्यरूपमपि भवति. केवलं वयं सेत् दृष्टवन्तः अन्यत् अग्रिमे सप्ताहे भगिनी वदति किं भगिनी पुष्पा भगिनी इतोपि समयः अस्ति इति कृत्वा प्रयत्नं करोति किं भगिनि अन्यत् रूपाणि अवध्योगः प्रथम एकवचने तु समानं भवति अवधि अवन्धि इति अवन्धि साताम् अत्र मकारः आगच्छति न अत्र अत्र तु अनुमागमः न भवति अजादिप्रत्ययः नास्ति इति कृत्वा न भवति. मा भवति. तत्तु अरदि अरदि अरदसाताम् अरद् साताम् न तकारः भवति खलु अरत् साताम् दकारस्य तकारः अरत् साताम् अरद् भगिनी किन्तु अरद् योग इ तत्र अत्र उपधायां कार्यं करोति न तत्र न अरत् अत्र अत्र अकार अस्ति नुमागमन भवति अरन्धि भवति तत्र अरन्धि अरसात् अरत् साताम् अरत् साताम् अरत्सात अरत्सत न एकनिमिष एकनिमिष एकनिमिष अग्रे पूर्वे न अरत्सत अरत्सत अरत्स्थाः सम्यक् अरत्साः अरत्साताम् अरध्वम् अत्र अनित् अस्ति तत्र एक एव अल्पप्राणदकारः भवति अरध्वम् इत्यस्मिन् जलां अल्पप्राण अरध्वम् एक एव अरत्सि अरत्स्वहि अरत्स्महि अस्तु आं भगिनि एवं मन्ये अरन्दि तदेव तद् अस्ति न अरन्दि एक अस्तु भगिनि जलो जलि कुत्र कार्यं करोति अनन्तरं जलोत्तरस्य सकारस्य लोपो भवति जलि परे जलि अस्ति किम् अत्र तु सकारः तु जलि नास्ति किं जलि अस्ति किं जल् उत्तरस्य सकारस्य लोपः अतः अरद् दकारः जलि एव अस्ति किल जलि परे जलि अस्ति दकारः अस्ति खलु सकारः नास्ति खलु प्रत्ययस्य तु अवयः अस्ति सकारः इति सत इति अस्ति खलु सकारात् पर अकारः अस्ति इति कृत्वा अस्य सकारस्य तु न भवति किमपि न भवति मध्यमपुरुषे एकवचने मध्यमपुरुषे एकवचने आम् चलो चलि अत्र आगच्छति आमां चल उत्तरस्य सकारस्य प्रथमपुरुषे किं न आगच्छति आकारः अस्ति चलि परे भगिनि प्रथमपुरुषे किमर्थं न भवति तथा अत्रापि सकारः अस्ति सातां प्रथमपुरुषे किं तत्र किं सा सकारः सकारस्य लोपः न भवति खलु सकारस्य अनन्तरम् अकारः अस्ति खलु जलि परे नास्ति साताम् इत्यस्मिन् आकारः अस्ति खलु भगिनि सकारस्य अनन्तरम् आकारः अस्ति भगिनी यथा उक्तवती तर्हि अरद्योगः स्थाः अरत्ताः सकारः लोभः भवति अस्तु अस्तु अस्तु धन्यवादः रामप्रिया भगिनी अत्र अस्ति अतः अहम् उक्तवती जलो जलि इति सूत्रं किमर्थं महोदयेन प्रयोजितम् इति जलसस्य रूपजलि परे कृपादि एव अस्ति अपि स्वहि स्महि तत्र अपि कार्यं करोति सकारस्य रूप जलि परे नास्ति तत्र सूत्रेष्वपि अस्माकं संशयः अधुनापि एकस्मिन्नेव स्थले किल स्थाः पूर्वमपि जलो जलि इति एकं धातु आगच्छ वयं कृतवन्तः तत्रापि न स्मरामि कुत्र आसीत्। तर्हि भवति इति मन्ये खलु विरामं स्वीकुर्मः किं विरमामः। अस्तु भगिनि, धन्यवादः भगिनि। धन्यवादः भगिनि। धन्यवादः। धन्यवादः भगिनि।